गुरुभ्रह्म गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र अनुमानः यद्यपि मूलविषयः अस्ति तत्र विभागः अतिरिक्तगुणः संयोगनाशकः इति तत्र विभागः संयोगनाशकः अपि अतिरिक्तगुणः तत्र प्रत्यक्षकारणेन न साधितुं शक्नुमः प्रत्यक्षज्ञानं नास्ति अनुमानेन साधयामः अतः अनुमानस्य आवश्यकता अस्ति अत्र अनुमाने तत्र वयं दृष्टवन्तः तत्र हेतुः पक्षः हेतुः साध्यम् अपि दृष्टान्तम् इति सन्ति अपि तत्र पक्षः अपि पक्षद् तत्र हेतुः यः अस्ति हेतुः अपि साध्ययोः मध्ये तत्र व्याप्य व्यापकभावः भवेत् सम्बन्धः भवेत् अपि हेतुः पक्षे भवेत् नाम पक्षधर्मता ज्ञानं भवेत् अपि व्याप्य व्यापकभावः तत्र तस्य ज्ञानं भवेत् नाम व्याप्तिज्ञानं भवेत् तदनन्तरं तत्र परामर्शज्ञानम् इति भवति तदनन्तरमेव तत्र अनुमितिज्ञानम् इति भवति एतत् सर्वम् अस्माभिः दृष्टम् इदानीं तत्र व्याप्तिः नाम किम् इति तत्र तस्मिन् विषये तत्र न्यायशास्त्ररीत्या तत्र उक्तमस्ति नाम न्यायशास्त्ररीत्या तत् किं भवति इत्युक्ते तत्र वयं दृष्टवन्तः तत्र न्यायशास्त्ररीत्या तत्र दीर्घवाक्यम् आसीत् नाम व्याप्तिः कुत्र अस्ति व्याप्तिः नाम वयं तत्र अस्मिन् परिच्छेदे तत्र यत् वयं गतवर्गे पठितवन्तः नाम एतत् परिच्छेदं व्याप्य व्यापकः भावः इत्युक्ते किम् इति नाम हेतुः व्याप्यः तत्र परामर्शज्ञानं कीदृशमस्ति कोऽपि वदति वा परामर्शज्ञानं अस्तु तत्र सोपानेन गच्छामः पक्षधर्मतज्ञानं तत्र वाक्यं किम् अस्ति नाम अस्माकं प्रसिद्धम् उदाहरणमस्ति नाम तत्र पर्वते तत्र धूमः अस्ति इति तर्हि तत्र पक्षधर्मतज्ञानं वाक्यं किम् अस्ति पर्वतः वन्यवान् धूमत्वात् इति तत् अस्तु अस्तु तत् अन्ते तत्र अनुमानवाक्यमस्ति पर्वतः वन्यमान् धूमत्वात् यथा महानसं तदस्ति अनुमानवाक्यं किन्तु केवलं पक्षधर्मता नाम पक्षे तत्र हेतुः अस्ति नाम पर्वते वह्निः अस्ति इति न हेतुः धूमः हेतुः धूमः तर्हि पर्वतः पक्षः अस्ति पर्वतः तर्हि पर्वतः धूमवान् इति अस्ति पर्वते धूमः अस्ति अथवा पर्वतः धूमवान् पक्षधर्मतज्ञानं पर्वतः धूमवान् अथवा तत्र एतत् उदाहरणं किन्तु पक्षः अपि हेतुः अस्ति चेत् पक्षः हेतुमान् पक्षः हेतुमान् इति तत्र पक्षधर्मतज्ञानं तदनन्तरं तत्र व्याप्तिज्ञानं कीदृशं भवति तत्र वह्नी अपि तत्र धूमः यत्र यत्र धूमः तत्र तत्र वह्निः तर्हि धूमः व्याप्यः व्यापकः तर्हि धूमः कीदृशः इत्युक्ते वयं वदामः वह्नि व्याप्य धूमः वह्नि व्याप्य धूमः अथवा तत्र साध्यव्याप्य हेतुः वह्नि व्याप्य धूमः अथवा साध्यव्याप्य हेतुः तर्हि तत्र हेतुः तत्र व्याप्यः अस्ति नाम व्याप्ति इति पदार्थः हेतौ अस्ति हेतौ किमपि अस्ति, व्याप्तिः इति पदार्थः, तत् व्याप्तिः यदि व्याप्यः व्यापकभावः एतत् अवगन्तुम् इच्छामश्चेत्, एतत् किम् इति अवगन्तुम् इच्छामश्चेत् तत्र हेतौ यदस्ति तस्य अवगमनमस्ति चेत् तावदेव, तद् पर्याप्तं। तर्हि हेतौ व्याप्तिः अस्ति, व्याप्यव्यापकज्ञानं नाम हेतौ व्याप्तिः अस्ति। इदानीं व्याप्ति नाम किम् इति अवगन्तव्यम्। व्याप्तिः इति तत्र तस्य न्यायशास्त्ररीत्या दत्तमस्ति, नाम व्याप्य हेतुः व्याप्यः, यत्र यत्र हेतुः तत्र तत्र साध्यम् इति। तर्हि तत्र प्रथमतया तत्र साध्यं साध्यं कीदृशम् इति उक्तम्। अत्र उदाहरणमस्ति, ध्वनिः धूमव्याप्यकः ध्वनिः नाम तत्र शोभगिनी एतद् वाक्यं किञ्चित् पठित्वा वदति वा? तत्र धूमव्याप्यकः ध्वनिः इत्युक्तौ धूमादिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी ध्वनिः। तत्र धूमव्यापकः धूमव्यापकः ध्वनिः इत्युक्तौ धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी ध्वनिः इति। तत्र तस्मिन् वाक्ये धूमव्यापकः ध्वनिः इदानीं इत्युक्त तस्य तत्र न्यायशास्त्ररीत्या अग्रिमं वाक्यं भवति धूमाधिकरणवृत्ति इत्युक्ते धूमस्य यत् अधिकरणं तस्य धूम अधिकरणे वर्तते इति धूमाधिकरणवृत्ति इति भवति। धूमस्य अधिकरणं यदस्ति तत्र तस्मिन् अधिकरणे धूमस्य यत् अधिकरणं तस्मिन् अधिकरणे अत्यन्त अभावः अप्रतियोगी ध्वनिः। तत्र अत्यन्त अभावः इत्युक्ते तत्र कस्य इत्युक्ते नाम एतावत् तत्र धूमाधिकरणे वर्तते इति, अत्यन्त अभावः धूमाधिकरणे वर्तते वर्तते अपि च अत्यन्ताभावः कीदृशः? धूमाधिकरणवृत्तिः अस्ति अत्यन्ताभावः, धूमाधिकरणवृत्तिः अत्यन्ताभावः। अतः अत्यन्ताभावः कीदृशः? वृत्तिः अस्ति, हेत्वाधिकरणवृत्तिः अस्ति अत्यन्ताभावस्य। अतः धूमाधिकरणे हे अत्यन्ताभावः वर्तते, यः अत्यन्ताभावः वर्तते धूमाधिकरणे। अपि च अप्रतियोगी वह्निः इति, इत्युक्ते वह्निः तत्र अप्रतियोगी भवति इति अर्थः। किमर्थम् इति चेत् तत्र नाम तर्हि तत्र अत्यन्त अभावात् इति कोऽपि पदार्थः अस्ति इति चिन्तयतु, नाम तत्र उत्पीठिका अस्ति इति चिन्तयतु। इदानीम् उत्पीठिकायां तत्र अभावः अत्यन्त अभावः वर्तन्ते वा? वर्तते, उत्पीठिकायाम् अत्यन्त अभावः किमपि वस्तुनः वर्तते खलु, नाम तत्र उत्पीठिकायां किमपि नास्ति इति चिन्तयामः, केवलं लेखनी अस्ति इति चिन्तयतु, उत्पीठिकायां लेखनी अस्ति, किन्तु तर्हि लेखन्याः अभावः उत्पीठिकायां नास्ति खलु? नास्ति, हा, यतोहि लेखनी अस्ति तत्र, किन्तु अभावः अत्यन्त अभावः अस्ति, घटः वा पटः वा अपि पटस्य अस्ति, पटस्य अत्यन्ताभावः अस्ति, घटस्य अत्यन्ताभावः वर्तते खलु उत्पीठिकायां। तर्हि यदि वयम् इदानीं वदामः अत्यन्ताभावः उत्पीठिकायां वर्तते, तर्हि निश्चयेन किं वक्तुं शक्नुमः? तस्य अभावस्य यदि प्रतियोगी अभावः अस्ति चेत् प्रतियोगी अपि वर्तते अस्ति प्रतियोगी अपि वर्तते इति घटस्य अभावः अस्ति चेत् घटः एव प्रतियोगी भवति इति जानीमः अतः इदानीं यदि वदामः वयम् उत्पीठिकायां कोऽपि अभावः वर्तते तर्हि निश्चयेन वयं किं वक्तुं शक्नुमः अभावस्य प्रतियोगी अस्ति इति न न हा प्रतियोगी अस्ति अपि प्रतियोगी लेखनी न भवितुम् अर्हति आम् न भवितुम् अर्हति यतोहि तत्र तस्य अभावः एव नास्ति इत्यतः प्रतियोगी न भवति हा तर्हि नाम उत्पीठिका अस्ति उत्पीठिकायां लेखनी अस्ति लेखन्याः अभावः उत्पीठिकायां न वर्तते अतः यः कोऽपि अभावः उत्पीठिकायां भवति चेत् तस्य प्रतियोगी कदापि लेखनी न भवति आम् आम् यतोहि अस्ति इत्यतः यतोहि अस्ति अतः लेखनी वह्निः अपि आम् अतः लेखनी अप्रतियोगी भवति अप्रतियोगी भवति आमाम् आम् घटस्य अभावस्य अप्रतियोगी लेखनी पठाभावस्य अप्रतियोगी लेखनी लेखनी तर्हि यः कोऽपि अभावः उत्पीठिकायां वर्तते चेत् तस्य अप्रतियोगी लेखनी इति खलु आम् अतः उत्पीठिकावृत्ति अत्यन्ताभाव अप्रतियोगी लेखनी भवति खलु आम् तथा तत्र वह्निः तत्र अधिकर धूमाधिकरणे एव सर्वदा भवति इत्यतः तस्य अभावः नास्ति अत्यन्त अभावः नास्ति अतः प्रतियोगी न भवति अप्रतियोगी भवति इति हा अतः वयं जानीमः यत्र यत्र हेतुः तत्र तत्र वह्निः तत्र तत्र साध्यं भवति अतः तत्र यत्र धूमादिकरणम् अस्ति चेत् साध्यम् अस्ति इति अतः धूमाधिकरणवृत्ति अत्यन्ताभाव प्रतियोगी वह्निः नाम यत्र धूमः अस्ति तत्र वह्निः अस्ति एव इति जानीमः तदेव तत्र व्यापकः भावः इति उक्तवन्तः अतः धूमाधिकरणवृत्ति अत्यन्ताभावः नाम यः अत्यन्ताभावः धूमाधिकरणे वर्तते तस्य अत्यन्ताभावस्य अप्रतियोगी वह्निः नास्ति इति प्रतियोगी वह्निः नास्ति अथवा वह्निः सर्वदा अप्रतियोगी भवति एव भवति अप्रतियोगी एव भवति अतः धूमादिकरणवृत्ति अत्यन्तः भावः अप्रतियोगी वह्निः इति आगतम् अस्तु तर्हि एतदेव अन्य कोऽपि वदेत् धन्यवादः भगिनि धन्यवादः भगिनि स्वशब्दैः वदति वा तत्र अर्थः कः इति धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निः इति धूमव्यापकः वह्निः अर्थात् धूमेन नाम धूमः अपि वह्निः तयोः मध्ये कः सम्बन्धः कीदृश लौकिकरूपेण वदतु धूमः वह्निः तयोः मध्ये कीदृशसंस्कृतः यत्र यत्र यत्र यत्र धूमः तत्र तत्र वह्निः तर्हि इति जानीमः तर्हि धूमः व्याप्यः वह्निः व्यापकः अस्तु इदानीं तत्र इदानीं वाक्यं पठित्वा वदतु तत्र वह्निः कीदृशः धूमाधिकरणवृत्ति अत्यन्तः भावः प्रतियोगी वह्निः इति धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निः अतः धूमस्य अधिकरणे वह्निः वृत्तित्वं वर्तते धूमाधिकरणवृत्तिः वह्निः सम्यक् किन्तु धूमाधिकरणवृत्तिः वह्निः इति न दत्तं तत्र धूमाधिकरण नाम धूमाधिकरणवृत्तिः अस्ति अत्यन्ताभावः नाम वयं जानीमः यत्र यत्र धूमः तत्र तत्र वह्निः इति जानीमः किन्तु अत्र साक्षात् किम् उक्तं केवलं धूमाधिकरणवृत्ति अत्यन्ताभावः इति आगतं खलु तर्हि अत्यन्ताभावस्य विशेषणमस्ति धूमाधिकरणवृत्ति अत्यन्ताभाव अर्थात् अत्यन्ताभाव प्रतियोगी वह्निः सर्वं त्यज एतत् तत्र भगिनि अत्यन्ताभाव अप्रतियोगी वह्निः इदानीम् अप्रतियोगी वह्निः त्यजतु अत्यन्ताभावः कीदृशः धूमाधिकरणवृत्तिः अत्यन्ताभावः अत्यन्ताभावः तर्हि विशेषणं किं विशेष्यं किम् विशेषणं धूमाधिकरणवृत्तिः विशेष्यम् अत्यन्ताभावः विशेषं धूमाधिकरणवृत्तिः वृत्तिः अस्तु तर्हि विशेषणं विशेष्यस्य विषये किमपि वदति खलु अत्र खलु अत्र अत्यन्ताभावस्य विषये प्रथमविशेषणं धूमाधिकरणवृत्तिः किमपि वदति कीदृशः अत्यन्ताभावः इति वदति खलु तर्हि अत्यन्ताभावः कीदृशः अत्यन्ताभावः धूमाधिकरणवृत्ति अत्यन्ताभावः वृत्तिः अस्ति वृत्तिः वृत्तिः एव तत्र विशेषणं वृत्तिः नाम तत्र पुल्लिङ्गे अत्र अस्ति धूमाधिकरणवृत्तिः इति पुल्लिङ्गपदम् अर्थः कः धूमाधिकरणे वर्तते इति अत्यन्ताभावः वर्तते अत्यन्ताभावः धूमाधिकरणे वर्तते इदानीं तत्र अत्यन्ताभावः यः अस्ति इदानीम् अत्यन्ताभावः अपि अप्रतियोगी तत्र यदि अत्यन्ताभावः अप्रतियोगी इत्युक्ते तत्र अर्थः कः अभावः अस्ति चेत् तत्र प्रतियोगी भवति किन्तु अत्यन्ताभावस्य अप्रतियोगी अस्ति वह्निः इत्युक्ते किम् ईदृशः अत्यन्ताभावः वह्नि अप्रतियोगी अत्यन्ताभावः हा किन्तु अत्यन्ताभावः कुत्र अस्ति अधुमाधिकरणवृत्तौ अर्थात् किम् आचार्य कुत्र अस्ति अत्यन्ताभावः कुत्र वर्तते कुत्र अस्ति अत्यन्ताभावः तत्र पक्षे एव अस्ति खलु न न अत्र अनुमानमिति नास्ति केवलमत्र व्याप्यव्यापकभावः भवती एव उक्तवती नाम धूमाधिकरणवृत्ति अत्यन्ताभावः तस्य अर्थः कः धूमाधिकरणवृत्तिः सदृशः अत्यन्ताभावः नाम अत्यन्ताभावः कुत्र वर्तते अत्यन्ताभावः कीदृशः धूमाधिकरणवृत्तिः अस्ति अत्यन्ताभावः खलु नाम अत्यन्ताभावः कुत्र वर्तते कुत्र वृत्तिः नाम किम् वृत्तिः अर्थात् तत्र गुणः खलु कीदृशः विशेषणम् इत्युक्ते तत्र वदतु भगिनि अत्यन्ताभावः कुत्र वर्तते इति वा सत्यं हा नाम तत्र यत् भवती पठितवती तत् तस्य आधारेण वदतु नाम धूमाधिकरणवृत्ति अत्यन्ताभावः इत्युक्ते तेन वयं किम् अवगच्छामः धूमाधिकरणवृत्ति अत्यन्ताभावः इत्युक्ते तस्य अर्थः कः तत्र चन्द्रमती भगिनी अथवा नीता भगिनी साहाय्यं करोति वा धूमाधिकरणवृत्ति धूमाधिकरणवृत्तिः कुत्र वर्तते तत् धूमाधिकरणवृत्तिः अत्यन्त अभावः अत्यन्त अभावः धूमाधिकरणे वर्तते इति नाम वर्तते वर्तते अत्यन्त अभावः कुत्र अस्ति धूमाधिकरणे अस्ति भगिनि इदानीम् अवगतम् आमामाम् अत्यन्ताभावः धूमाधिकरण वर्तते वर्तते य नाम धूमादि नाम अत्यन्ताभावः उत्पीठिकायां वर्तते चेत् तस्य सः विषयः नास्ति केवलं यः अत्यन्ताभावः धूमाधिकरणे वर्तते सः एव विषयः अस्तु तत्र अनेके अत्यन्ताभावः सन्ति किन्तु अत्र विषयः कः यः अत्यन्ताभावः धूमाधिकरणवृत्तिः अस्ति बालकः उन्नतः तादृशम् अत्र केवलम् उन्नतः बालकः एव विषयः अन्ये बालकाः विषयाः न सन्ति तथैव अत्र अत्यन्ताभावः धूमाधिकरणवृत्तिः अस्ति नाम धूमाधिकरणे वर्तते एषः अत्यन्ताभावः अत्यन्ताभावः कुत्र वर्तते धूमाधिकरणे वर्तते नाम अत्यन्ताभावः धूमाधिकरणे अस्ति खलु वर्तते नाम अस्ति अतः अत्यन्ताभावः कुत्र अस्ति इत्युक्ते धूमाधिकरणे अस्ति अतः यः अत्यन्ताभावः धूमाधिकरणे अस्ति तस्य इदानीम् अग्रे वह्निः नाम तस्य प्रतियोगी कदापि वह्निः नास्ति नाम तस्य प्रतियोगी पटः भवेत् घटः भवेत् लेखनी भवेत् किन्तु कदापि वह्निः नास्ति इत्युक्ते अर्थः अभावः तस्य अप्रतियोगी वह्निः नाम वह्नि अभावः धूमाधिकरणे नास्ति खलु वन्यभावः धूमाधिकरणे नास्ति यद् नाम घटाभावः धूमाधिकरणे अस्ति चेत् तर्हि घटः धूमाधिकरणे नास्ति इति आगतं किन्तु वयं वदामः अप्रतियोगी वह्निः नाम अभावस्य प्रतियोगी कदापि वह्निः न भवति इत्युक्ते वह्नि अभावः धूमाधिकरणे नास्ति धूमाधिकरणं तु वह्निः एव खलु अतः धूमाधिकरणं तत्र वह्निः तत्र धूमाधिकरणं वह्निः नास्ति धूमाधिकरणं पर्वतः भवेत् यत्र वयं वह्निः अस्तु अस्तु अस्तु अतः यत्र यत्र धूमः इति तस्य अहं चिन्तितवती धूमाधिकरणम् इत्युक्ते तत्र वह्निः एव तत् प्राडक्ट् भवति खलु अतः अस्तु यत्र अस्ति तद् अधिकरणं भवति इत्युक्ते महानसम् अधिकरणं भवति अथवा पर्वतः अधिकरणम् सत्यं सत्यं सत्यं अतः यत्र नाम पक्षः इति प्रयोगे भवति पक्षः अधिकरणम् अस्तु पक्षः एव अस्माकम् अधिकरणं प्रयोगे अतः यत्र यत्र धूमः इति अतः तादृशस्थले तत्र भवेत् अतः अन्यभावः तस्मिन् स्थले नास्ति अतः यदि अन्य अत्यन्त तत्र यः कोऽपि अत्यन्ताभावः भवेत् धूमाधिकरणे तस्य प्रतियोगी कदापि वह्निः न भवति अथवा वह्निः तस्य अभावस्य अप्रतियोगि सर्वदा भवति यः कोऽपि अत्यन्ताभावः धूमाधिकरणे अस्ति अस्तु ब्रह्मन् भगिनि आमाम् अवगतम् आचार्य अस्तु तर्हि नीता भगिनी स्वशब्दैः तत्र धूमव्यापकः वह्नि धूमव्यापकः वह्नि इत्युक्ते धूम वह्नि द्वयोः मध्ये अस्ति व्याप्य व्यापकः भावः व्यापकः अस्ति वह्नि व्याप्य अस्ति धूमः धूमव्यापकः वह्नि वह्नि कीदृशः वह्नि व्यापकः धूमव्यापकः इति वह्निः अस्ति. इत्युक्तौ धूम अधिकरणवृत्ति, धूम अधिकरणवृत्ति, धूम अधिकरणवृत्ति इत्युक्ते वृत्ति इत्युक्ते वर्तते. धूम अधिकरणवृत्ति अत्यन्त अभावः. तत्र धूम अधिकरणवृत्ति अस्ति विशेषणपदम्, अत्यन्त अभावः अस्ति विशेष्यपदम्. अत्यन्त अभावः कीदृशं धूम अधिकरणवृत्तिः इति तस्य विशेषणपदम्. धूम अधिकरणवृत्ति इत्युक्ते अत्यन्त अभावः वर्तते धूम अधिकरणे. धूम अधिकरणे, धूमाधिकरणे वर्तते अत्यन्त अभावः. यत् अत्यन्त अभावः धूमाधिकरणवृत्तिः अस्ति, यत् अत्यन्त अभावः धूमाधिकरणे वर्तते, तस्य प्रतियोगी कः? तस्य प्रतियोगी वह्निः न भवितुमर्हति. तत् अभावः यत् अधिकरणे वर्तते, अभावः प्रतियोगी कोऽपि भवेत्, घटः भवेत्, पटः भवेत्, परन्तु वह्नि न भवति. इत्युक्ते वह्नि तत्र अप्रतियोगी अस्ति. धूमाधिकरणवृत्तेः, धूमाधिकरणवृत्ति अत्यन्त अभावः, अत्यन्त अभावः कीदृशः? धूमाधिकरणवृत्ति, धूमाधिकरणवृत्ति अत्यन्त अभावः, तस्य प्रतियोगी वह्निः न भवति, तस्य अप्रतियोगी वह्निः अस्ति. हा, समीचीनं भगिनि. हा, अतः तत्र यः कोऽपि, समीचीनं, तत्र अत्यन्ताभावः वह्नेः अत्यन्ताभावः धूमाधिकरणे न वर्तते, अथवा अन्या रीत्या धूमाधिकरणवृत्ति अत्यन्ताभावस्य प्रतियोगी वह्निः नास्ति, कदापि नास्ति. समीचीनं. हा, अस्तु. चन्द्रमती भगिनी तत्र स्वशब्दैः एकवारं वदति वा? वर्तः धूमाधिकरणवृत्तिः अत्यन्ताभावः इत्युक्ते अत्यन्ताभावः धूमाधिकरणमस्ति. धूमादि अधिकरण अत्यन्ताभावस्य अधिकरणधूम धूम अस्ति. अत्यन्ताभावस्य अधिकरणं किम् अस्ति? अत्यन्ताभावस्य अधिकरणं किम् अस्ति? धूमाधिकरणमस्ति अत्यन्ताभावः. अत्यन्ताभावः धूमा धूमौ न न अत्यन्ताभावः धूमौ नास्ति. अत्यन्ताभावः धूमे नास्ति. धूमे नास्ति. धूमाधिकरणम् अत्यन्ताभावः इत्युक्ते किमस्ति महोदय? न न धूमाधिकरणम् अत्यन्ताभावः न इति न उक्तं. किम् उक्तं तत्र? धूमाधिकरणवृत्तिः. वृत्तिः इति पदमस्ति खलु तत्र? वृत्तिः इति भागः अस्ति. केवलं धूमाधिकरणम् अत्यन्ताभावः इति न उक्तं. वृत्तिः नाम किं? वृत्तिः नाम किं? व्यापारः वा? न, एतावत् तत्र अन्यैः, तत्र अन्याभिः अपि उक्तं खलु तत्र. तर्हि तत्र अत्यन्ताभावः कुत्र अस्ति? अत्यन्ताभावः धूमाधिकरणे नास्ति इति. वह्नेः अत्यन्ताभावः, अत्यन्ताभावः धूमाधिकरणे वर्तते. वर्तते नाम तस्य वृत्तिः अस्ति. वृत्तिः नाम वर्तते इति नाम अत्यन्ताभावः अनेके विधाः तत्र घटाभावः, पटाभावः, लेखन्यभावः सर्वम् अस्ति खलु. अनेके अत्यन्ताभावः सन्ति, किन्तु अत्र विषयः कः? धूमादिकरणे यः अत्यन्ताभावः वर्तते, नाम धूमः अत्र हेतुः, तस्य अधिकरणम् अत्र अस्ति. अस्मिन् अधिकरणे यदि कोऽपि अभावः वर्तते चेत् सः एव विषयः, अन्य अभावः अत्र विषयः नास्ति. धूमाधिकरणवृत्ति अत्यन्ताभावः नाम किम्? अत्यन्ताभावः धूमाधिकरणवृत्तौ न वर्तते इति. वृत्तौ न, वृत्तौ न भगिनि. वृत्तौ इत्युक्ते वृत्तिः एव अधिकरणं भवति. वृत्तिः इत्युक्ते वर्तते. कुत्र वर्तते? धूमाधिकरणवृत्तिः नाम धूमादिकरणे वर्तते अर्थः धूमादिकरणे वर्तते इति एव अर्थः धूमादिकरणवृत्तिः धूमादिकरणे वर्तते धूमादिकरणवृत्तिः इत्युक्ते धूमादिकरणे वर्तते इति हा इति हा अस्तु तर्हि अत्यन्ताभावः अत्यन्ताभावः धूमादिकरणे वर्तते इति वा हा इति अस्तु अत्यन्ताभावः धूमादिकरणे वर्तते वर्तते तादृश अत्यन्ताभावस्य इदानीम् अग्रे तादृश अत्यन्ताभावस्य प्रतियोगी वह्निः नास्ति एव हा इति भवति अस्तु तादृश अत्यन्ताभावः नाम यः अत्यन्ताभावः धूमादिकरणे वर्तते तस्य प्रतियोगी वह्निः कदापि नास्ति अथवा तस्य अप्रतियोगी वह्निः भवति नाम अत्यन्ताभावस्य प्रतियोगी वह्निः न भवति इत्युक्ते वह्नि अभावः धूमादिकरणे न वर्तते खलु अत्र अत्यन्ताभावः कस्य अत्यन्ताभावः इति भवति खलु समीचीनं हा तर्हि अत्यन्ताभावः घटाभावः वर्तते चेत् उत्तरं घटाभावः इति उत्तरं भवति चेत् तर्हि तत्र घटः किं भवति प्रतियोगी अङ्कटः प्रतियोगी भवति समीचीनं तर्हि यदि वयं वदामः अत्यन्ताभावस्य अप्रतियोगी वह्निः इति वदामः तर्हि प्रतियोगी वह्निः न भवति खलु वह्निः नास्ति प्रतियोगी घटः भवेत् प्रतियोगी घटः अस्ति चेत् तर्हि घटाभावः धूमादिकरणे अस्ति खलु समीचीनं वा घटाभावः धूमादिकरणे अस्ति चेत् खडः प्रतियोगी भवति हा पटाभावः धूमादिकरणे अस्ति चेत् पटः प्रतियोगी भवति हा किन्तु अत्र किम् उक्तं वह्निः प्रतियोगी न भवति वह्निः प्रतियोगी न भवति अतः अर्थः कः वह्नि अभावः नास्ति नास्ति धूमादिकरणे नास्ति हा नाम वह्नि अभावः धूमादिकरणे नास्ति इत्युक्तौ वह्निः अस्ति इति एव खलु घटाभावः नास्ति इत्युक्तौ घटः अस्ति खलु घटः अस्ति चेत् घटाभावः नास्ति घटाभावः नास्ति चेत् घटः अस्ति खलु वह्नि अभावः धूमादिकरणे नास्ति धूमादिकरणे वह्निः अस्ति अतः वह्निः प्रतियोगी नास्ति वह्निः प्रतियोगी वह्निः प्रतियोगी न भवति यः कोऽपि अत्यन्ताभावः यः धूमादिकरणे वर्तते अवगतं वा अस्तु नाम अत्यन्त वह्नि अभावः अन्यत्र भवेत् किन्तु वह्नि अभावः धूमादिकरणे न भवति अतः यः कोऽपि अभावः धूमादिकरणे वर्तते तादृश अभावस्य प्रतियोगी वह्निः नास्ति अथवा वह्निः सर्वदा अप्रतियोगी भवति इति आगतम् इदानीं तत्र एतावत् कस्य वर्णनम् अभवत् तत्र धूमादिकरणवृत्ति अत्यन्त अभावः अप्रतियोगी वह्निः इति कस्य वर्णनम् वह्नेः वह्नेः वर्णनं नाम वह्नेः विशेषणमस्ति एतत् पदम् एतत् पदं वह्निः कीदृशः वह्निः धूमादिकरणवृत्ति अत्यन्ताभाव प्रतियोगी वह्निः इति तर्हि एतत् सर्वं वह्नेः वर्णनं किन्तु वयं किम् इच्छामः वयं व्याप्तिः नाम किम् इति अवगन्तुम् इच्छामः व्याप्तिः कुत्र वर्तते हेतौ वर्तते धूमे वर्तते अत्र वह्निः इति एव अत्र विषयः तर्हि हेतौ व्याप्तिः अस्ति व्याप्तिः का तस्य तस्याः लक्षणं किं स्वरूपं किं तर्हि व्याप्तेः स्वरूपम् इत्युक्ते किं तर्हि हेत्वादिकरणवृत्ति अत्यन्ताभावप्रतियोगी साध्यम् एतावत् वह्निः अत्र एतावत् धूमादिकरणवृत्ति अत्यन्ताभावप्रतियोगी वह्निः अथवा हेत्वादिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी साध्यः इदानीम् अग्रे तत्र व्याप्तिः का इत्युक्ते तादृशसाध्यस्य सामानादिकरणं करण्यं व्याप्तिः तत्र वह्निः अस्ति तत्र तादृश वह्निः अस्ति किन्तु व्याप्तिः इच्छामः व्याप्तिः धूमे वर्तते अतः धूमे किम् अस्ति इति अग्रे उक्तं तर्हि पुनः एतत् पठामः यतोहि तेन वयम् अवगच्छामः व्याप्तिः का इति अस्तु तर्हि तत्र हा मृणाली भगिनी अग्रे पठतु वा तत्र इदानीं व्याप्तेः स्वरूपं कथयति इति स्वरूपं कथयति हेतु हेत्वाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी साध्यसामानाधिकरण्यं व्याप्तिः अनेन अन्वयव्याप्तिः यत्र यत्र धूमः तत्र तत्र वह्निः इति वदामः तस्य अयमेव अर्थः नाम धूमाधिकरणवृत्तिः यः अत्यन्ताभावः तत्र स च वह्निः अत्यन्ताभावः न भवति यतोहि धूमाधिकरणे सर्वदा वह्निः भवति अतः वह्निः अत्यन्ताभावः स्वीकर्तुं न शक्यते किन्तु घटपटादि अत्यन्ताभावः भवति तस्य प्रतियोगी घटपटादिः अप्रतियोगी भवति वह्निः इत्युक्तौ तदेव साध्यं स च धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निः तादृशवह्नेः वह्निः तादृशवह्निः अधिकरणवृत्तिः धूमः पुनः वह्न्याधिकरणवृत्तित्वं धूमे अयमेव धूमे विद्यमानवह्निव्याप्तिः इयं व्याप्तिः श्रीलिङ्गपदम् अतः इयम् ओ इयम् आम् इयमेव धूमे विद्यमानवह्निव्याप्तिः धूमाधिकरणवृत्तिः अत्यन्ताभाव अप्रतियोगी वह्निसामानाधिकरण्यम् इयं व्याप्तिः साध्यस्य एव अन्वयव्याप्तिः एतावत्पर्यन्तं वयं धूमव्यापकः वह्निः इति दृष्टवन्तः अतः तत्र अस्मिन् लक्षणे एतद् वाक्यं किमस्ति व्याप्तेः लक्षणं हेत्वाधिकरणवृत्ति अत्यन्ताभावप्रतियोगी साध्यसामानाधिकरण्यं व्याप्तेः लक्षणं खलु व्याप्तिः कीदृशी अत्र कः भागः अस्माभिः अवगतः पूर्वमेव हेत्वाधिकरणवृत्ति अत्यन्ताभावप्रतियोगी साध्यः हा तावत्पर्यन्तं वयं जानीमः खलु नाम हेत्वाधिकरणे यः कोऽपि अत्यन्ताभावः भवेत् तस्य प्रतियोगी साध्यम् इति अवगच्छामः खलु अतः इदानीं केवलम् अग्रे किम् अस्ति इति अवगन्तव्यं तावदेव खलु तादृशसाध्यः साध्यस्य वह्निः तादृशवह्निः सामानादिकरण्यम् एव व्याप्तिः तर्हि भवती तत्र एतावत् तर्हि साध्य तथा भवती अवगच्छति खलु नाम तत्र यत्र यत्र धूमः तत्र तत्र वह्निः इति वदामः तत्र अयमेव अर्थः इति पुनः एकवारं अस्तु भगिनि तत्र सामान्यधिकरणं व्याप्तिः एषः भागः अस्माभिः अवगन्तव्यः किन्तु अत्र अनेन इति एकवारं पठित्वा तत्र किञ्चित् वदतु तदनन्तरम् अन्ते एव नूतनभागः अतः सामानाधिकरणीयं व्याप्तिः अनेन अन्वयव्याप्तिः यत्र यत्र धूमः तत्र तत्र वह्निः इति वदामः खलु तदेव अन्वयव्याप्तिः यत्र यत्र धूमः तत्र तत्र वह्निः तदेव अन्वयव्याप्तिः नाम यत्र एकः अस्ति तत्र अन्यः अपि अस्ति इति अग्रे इति वदामः तस्य अयमेव अर्थः नाम धूमाधिकरणवृत्तिः यः अत्यन्ताभावः तस्य तत्र स च वह्निः अत्यन्ताभावः न भवति धूमाधिकरणवृत्तिः यः अत्यन्ताभावः तत्र वह्निः अत्यन्ताभावः न भवति नाम धूमाधिकरणे धूमाधिकरणवृत्ति अत्यन्ताभावः नाम धूमाधिकरणे यः अत्यन्ताभावः वर्तते स च वह्निः प्रतियोगी अथवा वह्नेः अत्यन्ताभावः नास्ति सः स अत्यन्ताभावः वह्नेः अत्यन्ताभावः नास्ति इति एव उक्तं वह्नेः अत्यन्ताभावः न भवति यतो हि धूमाधिकरणे सर्वदा वह्निः भवति अतः वह्निः अत्यन्ताभावः स्वीकर्तुं न शक्यते धूमाधिकरणवृत्तिः अत्यन्ताभावः नाम तत्र वह्निः अत्यन्ताभावः न स्वीकर्तुं शक्नुमः वह्निः अत्यन्ताभावः धूमाधिकरणवृत्तिः अत्यन्ताभावः न भवति न भवति किन्तु घटपटादि अत्यन्ताभावः भवति तस्य प्रतियोगी घटपटादि एव तर्हि अप्रतियोगी भवति वह्निः घटस्य अत्यन्ताभावस्य अप्रतियोगी वह्निः पटाभावस्य अप्रतियोगी वह्निः तदेव साध्यं नाम यदि तत्र धूमस्थले हेतुः स्थापयामः तदा वह्निस्थले वह्निः स्थले साध्यम् इति स्थापयितुम् इच्छामः खलु स्थापयितुं शक्नुमः यतोहि साध्यमपि हेतुः तयोः मध्ये व्याप्यव्यापकः भावः खलु सम्बन्धः अतः एत्वाधिकरणवृत्ति अत्यन्ताभाव प्रतियोगी इत्युक्ते कः सः साध्यः अथवा तत् साध्यम् इदानीं तदेव साध्यम् इदानीम् अग्रे स च धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निः एतावत् अवगच्छामः खलु स च धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निः इति अवगच्छामः खलु अतः एतावत् क्लेशः नास्ति सर्वम् अवगतं मन्ये इदानीम् अग्रे किम् उक्तं तादृशवह्नि अधिकरणवृत्तिः धूमः पुनः इदानीम् एषः भागः अवगन्तव्यः अस्तु अर्थः कः तादृशवह्नेः अधिकरणवृत्तिः धूमः पुनः कीदृशः वह्नेः धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्नेः अधिकरणवृत्ति धूमः पुनः इदानीं वह्न्याधिकरणवृत्तित्वं धूमः तर्हि अर्थः कः पुनः अधिकरणवृत्तिः धूमः एतादृशवह्नेः अधिकरणवृत्तिः एव धूमः अस्ति इति नाम अधिकरणे अधिकरणवृत्तिः धूमः धूमः वह्निः अधिकरणे वर्तते इति खलु आम् वह्निः अधिकरणे धूमः वर्तते अतः वन्याधिकरणवृत्तित्वं धूमे खलु वन्यादिवृत्तित्वं धूमे सम्यक् वन्यादिकरणवृत्तित्वं धूमे आगतं खलु. इदानीं धूमे किमपि अस्ति, वृत्तित्वम् अस्ति. कीदृशं वृत्तित्वं? वन्यादिकरणवृत्तित्वं धूमे अस्ति. अतः धूमे, धूमः कुत्र अस्ति? वन्यादिकरणे अस्ति. अतः धूमः अपि वह्निः तत्र तयोः अधिकरणं समानम्. अतः तत्र सामानादिकरण्यम् इति धूमे आगतं खलु. यस्मिन् अधिकरणे वह्निः अस्ति तस्मिन् एव अधिकरणे धूमः अपि अस्ति. अतः धूमः, धूमे सामानादिकरण्यम् आगतम्. अतः तत्र वन्यादिकरणे धूमः वर्तते. अतः इयमेव नाम एतादृशं वृत्तित्वम् अथवा सामानादिकरण्यम् एव व्याप्तिः. इयमेव धूमे विद्यमानवह्निव्याप्तिः. वह्निव्याप्तिः नाम किम्? वन्यादिकरणवृत्तित्वम् अतः अथवा वह्निसामानादिकरण्यम्. वन्यादिकरणवृत्तित्वम् इत्युक्तौ वह्नेः अधिकरणे वर्तते अथवा वह्निसामानादिकरण्यं धूमे अस्ति इति खलु. हा, अतः इदानीं व्याप्तिः, तस्य लक्षणं किं? व्याप्तेः लक्षणं किम्? व्याप्तेः लक्षणं धूमादिकरणवृत्ति, धूमादिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी, वह्नि सामानाधिकरण्यम् इति एव व्याप्तिः. एतावत् एतावत् यदि स्थगयामः नाम वह्निः तावत् गच्छामश्चेत् तदस्ति वह्नेः वर्णनं, वह्निः कीदृशः. हा, किन्तु वह्नेः वर्णनं न इच्छामः, व्याप्तिः का इति इच्छामः खलु. व्याप्तिः कुत्र अस्ति? व्याप्तिः धूमे अस्ति. हा, धूमे. तर्हि धूमे किम् अस्ति? तत्र वह्निसामानादिकरण्यं धूमे अस्ति, सा एव व्याप्तिः. वह्निसामानादिकरण्यम् एव व्याप्तिः, किन्तु केवलं वह्निसामानादिकरण्यम् इति न. वह्निः कीदृशः पुनः? वह्निः धूमादिकरणवृत्ति अत्यन्ताभाव प्रतियोगी अस्ति. तादृशवह्निसामानादिकरण्यमेव व्याप्तिः. अतः व्याप्तेः लक्षणम् एतद् दीर्घं वाक्यं भवति. एतावत् पश्यामश्चेत् केवलं वह्निः व्याप्तिनिमित्तम् इति पदेन किम् अवगच्छामः? व्याप्ति, व्याप्तिः तत्र व्याप्यः, व्याप्यः इति आसीत् खलु. व्याप्यः धूमः, व्याप्यः खलु, धूमः व्याप्यः, धूमः व्याप्यः, धूमः वह्निः व्याप्यः, सत्यं. हा, किन्तु यदि व्याप्यः इति वदामः तर्हि तत्र किं भवति? व्याप्यः विशेषणं भवति खलु. यथा वयम् उन्नतः वृक्षः इति वदामः चेत् उन्नतः इति विशेषणपदम्. विशेषणपदम् इत्युक्ते विशेषणवाचकं, नाम वृक्षे किमपि अस्ति अतः एव उन्नतः इति वयम् उक्तवन्तः खलु. उन्नतः वृक्षः इत्युक्तौ वृक्षे औन्नत्यम् अस्ति खलु. वृक्षे औन्नत्यं वर्तते. तथैव अत्र व्याप्यः धूमः इति वदामश्चेत् धूमे किमपि अस्ति खलु. धूमे व्याप्तिः अस्ति, व्याप्तिः अस्ति. हा, तत्र औन्नत्यं स्थले व्याप्तिः इति स्थापयतु. धूमे व्याप्तिः अस्ति तथा वह्नौ व्यापकत्वं वर्तते इति वा? सत्यं सत्यं सत्यं, तदेव अस्ति. व्याप्यत्वम् अथवा व्याप्तिः, व्याप्यत्वम् अथवा व्याप्तिः. तर्हि व्याप्तिः या अस्ति तस्याः लक्षणं वक्तव्यं. यदि तद् सा किम् इति जानीमः तदा व्याप्यः इति पदस्य अवगमनं भवति. किन्तु व्याप्तिः साक्षात् धूमे हेतौ अस्ति. तर्हि सा व्याप्तिः का? अतः तस्य लक्षणं नाम व्याप्ति नाम समानाधिकरण्यम्। कस्य समानाधिकरण्यं वह्नेः साध्यस्य समानाधिकरण्यं। किन्तु साध्यः कीदृशः? हेत्वाधिकरणवृत्ति अत्यन्ताभावः। प्रतियोगी साध्यः तादृशसाध्यस्य समानाधिकरण्यम् एव व्याप्तिः। केवलं तत्र साध्यम् इति तावत्पर्यन्तं गच्छामश्चेत् तत्र साध्यस्य विवरणं भवति, साध्यः तादृशः इति। किन्तु वयं हेतौ धूमे किमपि इच्छामः, व्याप्तिः इति पदार्थः अस्ति, सा का इति इच्छामः। अतः तावत्पर्यन्तं धूमे किम् अस्ति, धूमे साम हे वह्निसामानाधिकरण्यम् अस्ति धूमे, इयं व्याप्तिः, इयमेव व्याप्तिः। नाम तत्र उक्तं खलु, इयमेव धूमे विद्यमानवह्निव्याप्तिः, वह्न्याधिकरणवृत्तित्वम् एव विद्यमानवह्निव्याप्तिः धूमे। तर्हि व्याप्ति नाम किं? वह्न्याधिकरणवृत्तित्वम् अथवा वह्निसामानाधिकरण्यम्। वह्न्याधिकरणवृत्तित्वं नाम वह्निसामानाधिकरण्यम्। तर्हि धूमे वह्निसामानाधिकरण्यं वर्तते। किन्तु वह्नि कीदृशः? वह्निः तत्र धूमाधिकरणवृत्ति अत्यन्त अभावः, प्रतियोगी वह्निः। तस्य वह्नेः समानाधिकरण्यं धूमौ धूमे अस्ति, हेतौ अस्ति। अतः अन्वयव्याप्तिः इति वदामश्चेत् तत्र किं वक्तव्यम्? तत्र हेत्वाधिकरणवृत्ति अत्यन्त अभावः, प्रतियोगी, साध्यसामानाधिकरण्यं हेतौ वर्तते, स एव हेतौ विद्यमानसाध्यव्याप्तिः। तत्र किञ्चित् व्याप्तिः अर्थात् अत्र यत्र यत्र तत्र तत्र इति न इति तस्य अर्थः न्यायशास्त्रे एतादृशं वर्णः अस्ति। यत्र यत्र धूमः, यत्र यत्र हेतुः, तत्र तत्र साध्यम् इति तस्य वर्णनं एतादृशं भवति न्यायशास्त्रे। अस्तु, समीचीनं। तर्हि तत्र नीताभगिनी तत्र वदति वा तत्र व्याप्तिः कुत्र वर्तते? अधुना व्याप्ति हेतौ वर्तते। अधुना अत्र यत्र यत्र धूमः तत्र तत्र वह्नि, तत् अत्यन्त अभावः। वह्नि कीदृशः तत् वयं दृष्टवन्तः। वह्नि अस्ति धूमाधिकरणवृत्ति अत्यन्त अभावः, अप्रतियोगी वह्नि अस्ति। अधुना धूमाधिकरण वृत्ति अत्यन्त अभावः, तस्य अप्रतियोगी वह्नि अस्ति। अधुना अत्र वह्नि वह्नेः अपि अधुना तत्र वह्नि समानाधिकरणम् अग्रिमे तत्र साध्यसामानाधिकरणम् इत्युक्ते साध्यम् इत्युक्ते तत्र वह्नि वह्नेः वह्नि सामान्याधिकरणं धूमः वह्नि अधिकरणे अस्ति। तत्र द्वयोः धूमस्य अपि वह्नेः अधिकरणं समान अस्ति। इत्युक्ते तत्र सामानाधिकरणम् धूमे अस्ति, वह्नि सामान्याधिकरणं धूमे अस्ति। अधुना वह्नि सामान्याधिकरणं धूमे अस्ति इत्युक्ते धूमे धूमे विद्यमान वन्यव्याप्ति अस्ति, धूमे व्याप्ति अस्ति। सा व्याप्तिः एव वह्निसामानाधिकरणम् एव व्याप्तिः। सा व्याप्ति वह्निसामानाधिकरणं, सा व्याप्ति हेतौ वर्तते, सा व्याप्ति धूमे वर्तते। इत्युक्ते धूमे विद्यमान वह्निव्याप्ति इति वक्तुं शक्यते। अतः तत्र व्याप्तिः धूमे अस्ति। सा व्याप्तिः का इत्युक्ते तत्र वह्निसामानादिकरणीयम् अथवा साध्यसामानादिकरणम् एव व्याप्तिः अस्ति. सा व्याप्तिः हेतोः वर्तते. सा का इत्युक्ते साध्यसामानादिकरण्यम् एव व्याप्तिः. किन्तु तावत् केवलं तद् यदि वदामः तत् समीचीनं न भवति. साध्यं पुनः कीदृशः इति अपि वक्तव्यम्. अतः तत्र तस्मात् प्राक् तत्र हेत्वादिकरणवृत्ति एतत् सर्वं वदामः. इत्युक्ते अन्ततोगत्वा तत्र व्याप्य इत्युक्ते व्याप्य तत् व्याप्तिमान् इति व्याप्यशब्दस्य विशेषणं. व्याप्तिमान् इत्युक्ते यस्मिन् व्याप्तिः अस्ति तत् धूमे अस्ति. धूमे व्याप्तिः अस्ति तत् कीदृशं व्याप्तिः अस्ति? वह्निसामानाधिकरणीयं व्याप्ति इति अस्ति. धूमे इत्युक्ते अन्ततो गत्वा तत्र धूमे विद्यमान वह्निव्याप्ति इति. वह्निव्याप्ति धूमे विद्यमान या व्याप्ति सा वह्निव्याप्ति इति. नाम वह्निव्याप्ति नाम वह्निसामानाधिकरण्यम्. किन्तु तत्र केवलं वह्निसामानाधिकरणम् इति न वदामः. वह्नि पुनः कीदृशः इति अपि वक्तव्यम्. अतः धूमाधिकरणवृत्ति अत्यन्तः भावः प्रतियोगी वह्निः यः अस्ति तस्य वह्नेः सामानाधिकरण्यम् एव धूमे विद्यमाना व्याप्तिः. अतः धूमाधिकरणवृत्ति अत्यन्ताभावप्रतियोगी वह्निसामानाधिकरणम् एव व्याप्तिः तत्र धूमे. किन्तु हेतौ इति अस्ति चेत् तत्र साध्यमपि हेतुः अस्ति चेत् तत्र उपरि यत् दत्तं तदेव व्याप्तिः भवति. नाम हेत्वादिकरणवृत्ति अत्यन्ताभावप्रतियोगी साध्यः तादृशसाध्यस्य सामानादिकरण्यम् एव व्याप्तिः. एषा व्याप्तिः हेतौ अस्ति. अग्रिमे तत् इयं व्याप्तिः साध्यस्य एव अन्वयव्याप्ति. यतोहि एतावत् तत्र अन्वयव्याप्तिः एव विषयः. व्यतिरेकव्याप्तिः इति विषयः नास्ति. यतोहि तत्र यत्र यत्र धूमः तत्र तत्र वह्निः. अतः तत्र दृष्टान्तः नाम महानसम् एतत् सर्वं वक्तुं शक्नुमः. किन्तु वयं दृष्टवन्तः खलु अन्यविधव्याप्तिः तत्र व्यतिरेकव्याप्तिः. नाम यत्र एकः नास्ति तत्र अन्यः अपि नास्ति इति तादृशवर्णनमपि भवति व्याप्तेः खलु. यत्र यत्र धूमः तत्र तत्र वह्निः. अन्या रीत्या अपि वक्तुं शक्नुमः यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः इति खलु. तदस्ति व्यतिरेकव्याप्तिः. यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः इति व्यतिरेकव्याप्तिः. नाम यत्र एकः नास्ति तत्र अन्यः नास्ति इति. अत्र तादृशवर्णनं नास्ति. अत्र अभावः इति नाम यत्र धूमः अस्ति तत्र वह्निः निश्चयेन अस्ति. अतः अन्वयव्याप्तिः. अत्र व्याप्तिः अन्वयव्याप्तिः इति वदामः. अपि एतद् लक्षणमस्ति. अन्वयव्याप्तेः लक्षणम् अग्रे गत्वा तत्र व्यतिरेकव्याप्तेः लक्षणं किम् इति द्रक्ष्यामः. किन्तु अत्र अन्वयव्याप्तेः लक्षणं किम् इति उक्तम्. स्पष्टमस्ति. अस्तु. अन्य कोऽपि प्रश्नः एतावत्? महोदय, तत्र लक्षणवाक्यद्वयं स्वीकृत्य किं वक्तुं शक्नुमः? तत्र हेत्वाधिकरणे हेत्वाधिकरण क्षमताम् हेत्वाधिकरणवृत्ति अस्ति अत्यन्ताभाव अप्रतियोगी साध्यसामानाधिकरण्यं व्याप्तिः इति व्याप्तेः लक्षणं तर्हि तत्र हेतु अधिकरणवृत्ति अत्यन्तभाव अत्यन्त अभावः तत्र तत्र विशेषविशेषणम् इति दृष्टवन्तः धूमाधिकरणवृत्तिः अत्यन्ताभावः इति विशेषणविशेष्यं तत्तु अस्तु अन्यस्मिन् स्थले अस्ति तत्र तर्हि व्याप्तिः किम् इति तत्र उक्तम् अत्यन्ताभावः तु अप्रतियोगी किं भवति तत्र वह्निः साध्यसामानाधिकरण्यं व्याप्तिः इति तदनन्तरं धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निसामानाधिकरण्यम् इति वह्नेः लक्षणम् अस्तु तत्र इयं व्याप्तिः साध्यस्य एव अन्वयव्याप्तिः इति दत्तमस्ति तत्र दत्तमस्ति अस्तु तर्हि साध्यस्य अन्वयव्याप्तिः तत्र अन्वयव्याप्तिः इति भवान् उक्तवान् इदानीं नाम वयं किम् अस्मिन् परीक्षिते किम् उक्तं नाम हेतुः नाम धूमः अपि वह्निः धूमः हेतुः वह्निः साध्यं तयोः मध्ये व्याप्यव्यापकः भावः वर्तते खलु नाम हेतुः अत्र धूमः व्याप्यः किन्तु वयं किं कृतवन्तः व्याप्यः इति स्थाने व्याप्य नाम वयम् उक्तवन्तः तत्र व्याप्तिमान् नाम व्याप्तिमान् एव व्याप्यः इति उक्तवन्तः नाम व्याप्तिः धूमे अस्ति अतः एव धूमः व्याप्यः इति उक्तवन्तः खलु तर्हि इदानीं व्याप्तिः नाम किम् इत्युक्ते तत्र केवलं वह्निसामानाधिकरणम् एव व्याप्तिः इति प्रथमसोपानं वह्निसामानाधिकरणम् अस्तु चिन्तयतु नाम यस्मिन् अधिकरणे वह्निः अस्ति नाम तत् वह्नि अधिकरणे एव धूमः अपि वर्तते वह्निसामानाधिकरण्यम् इति व्याप्तिः इति चिन्तयतु किन्तु तावत्पर्यन्तं तत् पर्याप्तं न भवति नाम वह्निसामानाधिकरण्यं व्याप्तिः इति समीचीनं न भवति तत्र पुनः वह्निः कीदृशः इति वक्तव्यम् अतः वह्नेः वर्णनं यत् अस्माभिः कृतं तदपि तत्र योजयामः अतः वह्निसामानाधिकरण्यं व्याप्तिः इति न किन्तु धूमाधिकरणवृत्ति अत्यन्ताभाव प्रतियोगी वह्निः वन्यसामानाधिकरण्यं व्याप्तिः अस्तु अस्तु महोदय अवगतं स्पष्टता भवति इदानीं यतोहि तत्र बहु किमपि पठितुम् उक्तम् आसीत् अतः अहम् अग्रिमं परिच्छेदं न गन्तुम् इष्टवान् यतोहि अस्मिन् परिच्छेदे स्पष्टता भवेत् नाम लक्षणवाक्यं कीदृशम् इति अवगमनम् अस्ति चेत् समीचीनम् इति अतः अहं सन्तुष्टः अस्मि समीचीनम् अस्तु अतः केवलं सामानाधिकरण्यं वह्निसामानाधिकरणं व्याप्तिः इति वदामश्चेत् तत्र दोषः भवति नाम यत्र वह्निः तत्र धूमः इति आगतं केवलं सामानाधिकरण्यम् इति तद् व्याप्तिः नाम न भवति किन्तु वह्निः अपि कीदृशः इत्युक्ते धूमाधिकरणवृत्ति अत्यन्ताभाव प्रतियोगी वह्निः तस्य वह्निः सामानाधिकरण्यम् अस्ति धूमस्य अतः धूमे तादृशसामानाधिकरण्यं वर्तते स एव व्याप्तिः तत्र वह्निः अपि तत्र वह्निव्याप्तिः एव विषयः नाम वह्निः अपि धूमः तयोः मध्ये यः सम्बन्धः सः एव विषयः अतः व्याप्तिस्थाने वह्निव्याप्तिः इति अपि वदामः वयं यतोहि व्याप्तिः धूमे अस्ति किन्तु तत्र वह्निव्याप्य धूमः अतः वह्निव्याप्तिः धूमे वह्निव्याप्तिः धूमे आमां तत्र धूमादिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निः व्याप्तेः स्वरूपं कथयति इति अपि अस्ति व्याप्तेः स्वरूपं कथयति इति अस्तु आम् इदानीं स्पष्टमिति मन्ये महोदय आम् धन्यवादः व्याप्तेः स्वरूपं कथयति व्याप्तिः साध्यसामानादिकरणीयं व्याप्तिः किन्तु तावत् स्थगयामश्चेत् तत्र बहुविध तत्र सामानादिकरणीयम् आगतं भवति किन्तु सर्वविधसामानादिकरणीयम् इति नास्ति तत्र साध्यमपि विशिष्टं भवेत् साध्यम् अस्ति एतादृशं हेत्वादिकरणवृत्ति अत्यन्ताभाव प्रतियोगी साध्यं तादृशसाध्यस्य अधिकरणे एव हेतुः अपि अस्ति अतः तत्र साध्योल्लेखः भवेत् तत्र अतः एतद् दीर्घवाक्यं भवति तर्हि किञ्चित् वैचित्र्यम् इति चिन्तयामि यतोहि हेतुः आरभ्य आरम्भे हेतुः अस्ति पुनः साध्यं प्रति गतवन्तः पुनः हेतुम् आगतवन्तः किन्तु एतत् सर्वं किमर्थम् इत्युक्ते व्याप्तिः हेतौ अस्ति अतः हेतौ किम् अस्ति इति वक्तव्यं सामानादिकरणीयम् इति व्याप्तिः सामान्यधिकरणीयं हेतौ अस्ति किन्तु साध्यसमानादिकरणीयं हेतौ अस्ति साध्यः कीदृशः इति तस्य वर्णनम् उक्त्वा तदनन्तरं सामानादिकरण्यम् इति वदामश्चेत् व्याप्तिः समीचीनं भवति अतः अन्य अत्र अन्य कोऽपि प्रश्नः अतः एतावत् तत्र अन्वयव्याप्तिः इति विषयः इदानीं तत्र अग्रे व्यतिरेकव्याप्तिः अस्तु तदपि पश्यामः तर्हि तर्हि तत्र शोभा भगिनी अग्रे पठति वा तर्हि आम् महोदय तत्र इदानीम् अग्रे व्यतिरेकव्याप्तिः इति विषयः तर्हि अग्रे अग्रे व्यतिरेकव्याप्तिः कीदृशी तदाधारेण पञ्च अवयवाः कथं भवन्ति ततः च अनुमितिः कथं जायते इति द्रष्टव्यम् अत्रैव अस्माकं प्रश्नः किल यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इति व्याप्तिज्ञानस्य आधारेण पक्षे हेतुः अस्ति चेत् साध्यमपि अवश्यम् अस्ति इति कथं सिद्ध्यति अन्वयव्याप्तिस्थले चिन्तनं यथा तदपेक्षया व्यतिरेक व्याप्तिस्थले चिन्तनं किञ्चित् अन्यादृशं भवति सर्वप्रथमं कश्चन मूलसिद्धान्तः बोध्यः इदमेव बीजम् अवगम्यते चेत् समग्रबोधः इतोपि सुलभः अग्रे पठनीयं वा महोदय तावत्पर्यन्तं भगिनि तावत्पर्यन्तम् अस्तु तत्र अग्रे इदानीं पर्यन्तं यत् पठितवन्तः तत्र लक्षणवाक्यद्वयं कृतवन्तः तत्र तत्सर्वम् अन्वयव्याप्तिः इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः इति तत्र अन्वयः इदानीं व्यतिरेकव्याप्तिः इत्युक्ते यत्र यत्र साध्यं नास्ति वह्निः नास्ति तत्र तत्र हेतुः नास्ति धूमः नास्ति इति व्यतिरेकवाक्यमस्ति दृष्टवन्तः तर्हि व्यतिरेकव्याप्तिः इदानीं कीदृशी भवति अपि च तदाधारेण तत्र पञ्च अवयवाः इति उक्तम् अग्रे आगच्छति अवयवाः अनुमितेः अवयवाः तत्र वयं दृष्टवन्तः खलु तत्र प्रतिज्ञावाक्यं तत् सर्वं अस्तु अस्तु प्रतिज्ञावाक्यम् इति आरभ्य तर्हि पञ्च अवयवाः कथं भवन्ति ततः च अनुमितिः कथं जायते इति द्रष्टव्यं किमर्थम् इति चेत् तत्र तत्र चिन्तनं किञ्चित् भिन्नम् अस्ति न तु एतावता यत् कृतं तथा एव नास्ति यतोहि व्यतिरेकव्याप्तिः इदानीम् अत्र अस्माकं प्रश्नः यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इति दृष्टवन्तः इति व्याप्तिज्ञानस्य आधारेण तेन ज्ञानस्य आधारेण पक्षे हेतुः अस्ति चेत् साध्यमपि अवश्यम् अस्ति इति कथं सिद्ध्यति इति पश्यामः. अन्वयव्याप्तिस्थले चिन्तनं यथा तदेव तदपेक्षया व्यतिरेक व्याप्तिस्थले चिन्तनम् अन्यादृशम् एव भवति, समानं न भवति. सर्वप्रथमं कश्चन मूलसिद्धान्तः बोध्यः अस्तु. यत् सर्वप्रथमं तत्र सिद्धान्तं ज्ञात्वा एव अग्रे गच्छामः. इदमेव बीजम् अवगम्यते चेत् समग्रबोधः इतोपि सुलभः इति तत्र तदेव बीजरूपेण अवगम्यते चेत् तर्हि अग्रे सौलभ्यं भवति इति. तत् किम् इति इदानीं समग्रबोधः नाम तत्र व्यतिरेकव्याप्तेः वा अथवा समग्र इत्युक्ते तत्र इतोपि अस्ति सम्पूर्णबोधः न सम्पूर्णबोधः नाम तत्र अन्यत्र अपि नाम तत्र अस्माकं प्रयोगः अस्ति तत्र व्यतिरेकव्याप्तिः उपयुज्य अनुमानं तेन अनुमानेन तत्र वयं विभागः इति अतिरिक्तगुणः इति साधयितुम् इच्छामः. अतः तत्र एतत् सिद्धान्तम् एतं सिद्धान्तम् अवगच्छामश्चेत् तर्हि तत्र सम्पूर्णबोधः जायत् सम्पूर्णबोधे सौलभ्यं भवति. अत्र प्रश्नः किं प्रश्नः कः यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इति तस्य अर्थः तेन किं यत्र हेतुः अस्ति तत्र साध्यमपि अस्ति इति आगतं वा? न न यतोहि तत्र यत्र साध्यं कदाचित् यत्र साध्यमस्ति इत्युक्ते वह्निः अस्ति तत्र हेतुः इति धूमः नास्ति. अतः तत्र यत्र यत्र साध्यम् अस्ति तत्र तत्र हेतुः अपि अस्ति इति तु नास्ति. तदेव खलु महोदय? अत्र किम् उक्तं यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इति? इत्युक्ते यत्र यत्र वह्निः नास्ति तत्र तत्र धूमः नास्ति. तत् सत्यं खलु? तत् सत्यं. किन्तु तस्य आधारेण यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अस्ति इति अवगच्छामः वा? आम् अवगच्छामः इति मन्ये. अवगच्छामः एव. अतः अत्र उत्तरमस्ति आम् एव खलु? अतः तत्र तत् कथं सिद्ध्यति नाम केषुचित् उदाहरणेषु तत्र अन्वयव्याप्तिवर्णनमपि अस्ति व्यतिरेकवर्णनमपि अस्ति किन्तु कुत्र केवलं व्यतिरेकवर्णनमेव कार्यं करोति. धूमः अपि वह्निस्थले तत् अन्वयव्याप्तिवर्णनमपि अस्ति व्यतिरेकवर्णनमपि अस्ति वर्णनमपि किन्तु द्वयोः समानार्थम् अस्ति समानार्थः अस्ति समानार्थः अस्ति आम् आम् इति दृष्टवन्तः. किन्तु कुत्रचित् किं भवति केवलं व्यतिरेकवर्णनमेव भवति तत्र अन्वयवर्णनं न भवति. अस्तु तत्र वयम् अत्र उदाहरणं किम् अस्ति तत्र किम् अस्ति वह्निः वह्ने तत्र वह्नित्वम् अस्ति इति कृत्वा उष्णत्वं तर्हि तत्र वह्नित्वं तत्र पक्षः तत्र अनुमानं वाक्यम् आसीत् वह्निः तत्र उष्णवान् वह्नित्वात् इति आसीत् तत्र पक्षः अस्ति वह्निः हेतुः अस्ति वह्नित्वम् उष्णत्वात् इति अपि दृष्टवन्तः न उष्णत्वात् न वह्नित्वात् इति खलु वह्नित्वात् अस्तु अस्तु महोदय यतोहि वह्नौ वह्नित्वम् अस्ति खलु भगिनि आमां किन्तु उष्णः अपि वर्णौ अस्ति इति एव साधयितुम् इच्छामः खलु. तत्र हा प्रायशः मया तत्र सम्यक् स्मरणं नास्ति, किन्तु तत्र किम् अस्ति, अहं चिन्तयामि वह्नित्वम् इति एव तत्र भवति इति तत्र हेतुः. यतोहि हेतुः केवलं पक्षे अस्ति, पक्षभिन्नस्थले नास्ति हेतुः. वह्नित्वं वह्नौ अस्ति, वह्निं विहाय अन्यत्र कुत्रापि नास्ति. तर्हि तत्र पक्षभिन्नस्थले नास्ति चेत् उदाहरणं दृष्टान्तं न भवति. अस्तु. हा, तत्र यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति अस्ति चेत् तत् कार्यं न करोति. सत्यमेव, किन्तु तत् कार्यं न करोति. किन्तु यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वह्नित्वं नास्ति इति तत्र कार्यं करोति. आम् आम्. अतः तत्र यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वह्नित्वं नास्ति इति यदि वदामः तदा दृष्टान्तं दातुं शक्नुमः. नाम तत्र जले, जले उष्णत्वं नास्ति तत्र वह्नित्वमपि नास्ति इति. अतः तत्र दृष्टान्तः भवति, किन्तु तत्र व्याप्तिः अस्ति व्यतिरेकव्याप्तिः, न तु अन्यव्याप्तिः. अतः तत्र वह्निः उष्णः वह्नित्वात् इति तदेव अस्ति. वह्निः उष्णः वह्नित्वात्. तर्हि तत्र हेतुः केवलं पक्षे एव अस्ति. तत्र व्याप्तिः नाम यत्र यत्र हेतुः तत्र तत्र साध्यः इति वक्तुम् इच्छामः. किन्तु यदि हेतुः केवलं पक्षे अस्ति, अपि पक्षे साध्यम् अस्ति इति एतावत् न जानीमः. अतः यत्र यत्र हेतुः तत्र तत्र साध्यम् इति न वक्तुं शक्नुमः, यतोहि तत्र हेतुः अन्यत्र कुत्रापि नास्ति. धूमः पर्वते अस्ति, यत्र यत्र धूमः तत्र तत्र वह्निः इति कथम् अवगच्छामः? पश्यतु, अन्यत्र पर्वतः मास्तु, पर्वतः पक्षात् तत्र एतावत् अवगमनं नास्ति. किन्तु पश्यतु, अन्यत्र महानसे धूमः अस्ति, तत्र धूमः अस्ति चेत् वह्निः अपि अस्ति. अतः पक्षभिन्नस्थले हेतुः अस्ति चेत् तत्र साध्यमपि अस्ति इति प्रदर्श्य वयं व्याप्यव्यापकः भावः अस्ति इति अवगच्छामः, बोधः भवति. किन्तु यदि हेतुः केवलं पक्षे एव अस्ति, तत्र अन्यत् उदाहरणं न प्रदर्शयितुं शक्नुमः. अतः व्यतिरेकव्याप्तेः आवश्यकता अस्ति. अन्वयव्याप्तिः सर्वत्र कार्यं न करोति, व्यतिरेकव्याप्तिः तत्र कार्यं कर्तुं शक्नोति कुत्रचित्. अतः तस्य आवश्यकता अस्ति. आम् महोदय. अस्तु, अग्रे गच्छामः. तर्हि अग्रे, तर्हि तत्र नीता भगिनी अग्रे पठति वा? तर्हि कश्चन व्याप्य कश्चन व्यापकः च स्तः चेत् व्याप्य अभावं प्रति व्यापक अभावः व्याप्यः, व्याप्य अभावः च व्यापकः इति सार्वत्रिकनियमः. नाम अभावशब्दस्य योजनेन व्याप्तिकथन अवसरे शब्दक्रमः विपरीतत्वेन वक्तव्यः, तथैव च पुनः पुनः कर्तुं शक्यते. अभावशब्दसंयोजनं विपरीतत्वेन शब्दक्रमः यथा तदपि पठानि वा अग्रिमे? प्रथमं द्वितीयं पठतु भगिनि. व्याप्येन व्यापकः सिद्ध्यति, यत्र यत्र व्याप्यः तत्र तत्र व्यापकः. धूमः वह्निः, यत्र यत्र धूमः तत्र तत्र वह्निः. व्यापक अभावेन व्याप्य अभावः सिद्ध्यति, यत्र यत्र व्यापक अभावः तत्र तत्र व्याप्य अभावः. वह्नि अभावः, धूमः धूम अभावः, यत्र यत्र वह्नि अभावः तत्र तत्र धूम अभावः. तावत्पर्यन्तम्. अधुना कश्चन व्याप्तः कश्चन व्यापकः च स्तः चेत् व्याप्य अभावं प्रति व्यापक अभाव व्याप्य व्याप्य अभावं प्रति व्यापक अभावः व्याप्य. उदाहरणार्थं तत्र उदाहरणं स्वीकुर्मः वा तत्र नाम तत्र धूमः अपि वह्निः इति चिन्तयामः. धूमः अपि वह्निः तत्र कः व्याप्यः कः व्यापकः? धूम इति धूमः इति व्याप्यः वह्निः इति व्यापकः. व्यापकः अस्तु. तत्र अपि लौकिकरूपेण वयं किं वदामः? यत्र यत्र धूमः तत्र तत्र वह्निः. हा अस्तु. इदानीं धूमं त्यक्त्वा धूम अभावः स्वीकुर्मः, वह्निं त्यक्त्वा वह्नि अभावः स्वीकुर्मः. तर्हि धूमाभावः अपि वह्नि अभावः इति स्वीकुर्मः. अस्तु. इदानीम् एतत् सत्यं वा? यत्र यत्र धूमाभावः तत्र तत्र वह्नि अभावः इति तत् सत्यं वा? यत्र यत्र धूम अभावः तत्र तत्र वह्नि अभावः. नाम यत्र धूमाभावः धूमः नास्ति तत्र वह्निः अपि नास्ति इति सत्यं वा तत्? सामान्यतया चिन्तयामः चेत् तत्र यत्र यत्र धूमः नास्ति तत्र धूमस्य अभावः अस्ति तत्र वह्नेः अपि अभावः भवति इति सर्वदा भवितुम् अर्हति वा इति न खलु? अतः तत्र सत्यं वा इत्युक्ते केवलम् एकस्मिन् उदाहरणे तत् सत्यं नास्ति चेत् तत् सत्यं नास्ति. नाम धूमः नास्ति चेदपि वह्निः भवितुमर्हति वा? धूमः नास्ति चेत् तत्र वह्निः भवितुम् अर्हति वा? न तथा. महानसे भवति खलु भगिनि, नाम ग्यास् स्टोव् मध्ये वह्निः अस्ति, धूमः न भवति खलु? खलु अतः यत्र धूमः नास्ति तत्र वह्निः नास्ति इति तत् सत्यं नास्ति. हा किन्तु यत्र वह्निः नास्ति तत्र धूमः अपि नास्ति तत् सत्यं खलु? यत्र वह्निः नास्ति तत्र धूमः अपि नास्ति तत् सत्यम्. हा अतः यत्र वह्नि अभावः अस्ति तत्र धूमाभावः अपि वर्तते खलु? यत्र वह्नि अभावः धूम अभावः अपि वर्तते तत् सत्यम्. हा अतः यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः इति समीचीनं खलु? तत् समीचीनं सत्यम्. हा अतः तत्र किम् अभवत्? यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिः. किन्तु यदि अभावः योजयामः तत्र किं भवति? यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः इति आगतं खलु? परन्तु आचार्य अत्र व्याप्य अभावं प्रति व्यापक अभावः. एकनिमिषः. हा तर्हि यदि तत्र यत्र यत्र धूमः तत्र तत्र वह्निः, तस्य समानार्थकं किं भवति? यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः खलु? आम् आम्. हा किन्तु हा अत्र यत् वाक्यमस्ति, एकनिमिषः समयः जातः, किन्तु एकनिमिषम् अथवा निमिषद्वयं स्वीकृत्य अवगच्छामः. तर्हि अत्र यत्र यत्र धूमः तत्र तत्र वह्निः, तत्र धूमः व्यापः व्याप्यः वह्निः व्यापकः खलु? किन्तु अस्मिन् वाक्ये किम् अस्ति? यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः, नाम ये एतत् भवति व्याप्यः खलु? धूमस्य यत्र यत्र धूमः, किन्तु यत्र यत्र वह्न्यभावः, अतः एतद् एषः अस्ति व्याप्यः खलु? वह्नि अभावः वदामः चेत् वह्नि व्यापकस्य अभावः भवति खलु? अतः सत्यं सत्यं नाम एतावत् वह्निः व्यापकः इति मा चिन्त्यतु, केवलं यत्र यत्र एकः तत्र तत्र अन्यः यदि वदामः तत्र प्रथमपदार्थः भवति व्याप्यः, द्वितीयपदार्थः भवति व्यापकः, खलु? यत्र यत्र धूमः तत्र तत्र वह्निः, प्रथमः व्याप्यः, द्वितीयः व्यापकः. यत्र यत्र वह्न्यभावः व्याप्यः, तत्र तत्र द्वितीयः व्यापकः. हा, तर्हि एषः व्याप्यः, एषः व्यापकः. अस्तु. किन्तु इदानीं यथा भवत्या उक्तम्, अत्र व्यापकः वह्नि अभावः, किन्तु वह्निः अस्मिन् स्थले व्यापकः अस्ति. अतः यदि यदि व्यापकः व्याप्यः स्वीकृत्य अभावः योजयामः तदा किं भवति? परिवर्तनं भवति. व्याप्यस्य अभावः व्यापकः भवति, व्यापक अभाव व्यापक अभावः व्याप्यः भवति. अतः एव अत्र उक्तं व्याप्य अभावं प्रति व्यापक अभावः व्याप्यः भवति, व्याप्यभावश्च व्यापकः इति भवति. नाम धूमः आदौ आसीत्, वन् इति आसीत्, तद् द्वितीयस्थले गतं धूमाभावः. वह्निः द्वितीयस्थले आसीत्, किन्तु यदि अभावः इति योजयामः प्रथमे अस्ति. अतः अभावस्य योजनेन विपरीतत्वं भवति, व्याप्यव्यापकस्थलस्य तत्र परिवर्तनं भवति. हा, पूर्वं व्यापः व्याप्यः आसीत्, अभावस्य योजनेन व्यापकः भवति. तदेव अत्र उक्तं, तावदेव. अस्तु अस्तु अस्तु. व्याप्यः अपि व्यापकः अस्ति, किन्तु अभावमिति तयोः अभावं स्वीकुर्मश्चेत् किं भवति? व्याप्याभावं, हा, व्यापक अभावः व्याप्यः. नाम यत्र यत्र व्यापक अभावः तत्र तत्र व्याप्य अभावः. यत्र यत्र व्यापक अभावः तत्र तत्र व्याप्याभावः. अतः तत्र यदि एकविध व्याप्य व्यापकभावः जानीमः, नाम व्याप्यः व्यापकः अस्ति इति जानीमः, तयोः द्वितीय उदाहरणमपि सम्पादयामः, यत्र केवलम् अभावः अभावः इति योजयामः, किन्तु सत्यं वाक्यं प्राप्तव्यं चेत् तत्र विपरीतत्वेन वक्तव्यं, तत्र परिवर्तनं कर्तव्यम्. नाम यत्र यत्र धूमाभावः तत्र तत्र वन्यभावः इति सत्यं नास्ति, किन्तु यत्र यत्र वन्यभावः तत्र तत्र धूमाभावः, तत् सत्यमस्ति. अतः वन्यभावः व्याप्यः, धूमाभावः व्यापकः भवति तत्र इति एव अस्ति अत्र विषयः. अस्तु, अतः एतावत् समीचीनं समयोपि जातः, किन्तु समीचीनम् अस्ति इति मन्ये. तत्र व्याप्तिः, अन्वयव्याप्तिः, तत्र तस्य अर्थः कः इति ज्ञातवन्तः. अपि इदानीं तत्र व्यतिरेकव्याप्तिस्थले तत्र वर्णनं कथं भवति इति अग्रे अवगच्छामः. अस्तु, तर्हि समीचीनं, धन्यवादः, नमस्कारः, अग्रिमवर्गे मिलामः. धन्यवादः महोदय, संस्कारः.